नमो नमः। अहं गृहतः विश्वविद्यालयं गच्छामि। अहं चिकित्सालयतः गृहं गच्छामि। अहं नदीतः मित्रगृहं गच्छामि। भवन्तः कुतः आगत्य कुत्र गच्छन्ति इति प्रश्नः। तः अम् यतः वयम् आगच्छामः तत्र तः इति योजयामः। यत्र गच्छामः तत्र अम् इति योजयामः तः इति योजयामः। यथा ग्रामः ग्रामतः, चिकित्सालयः अरण्यं, वनम् उज्जयिनी, प्रदर्शिनी काशी, वित्तकोशः विदेशः, नगरं हिमालयः। तर्हि यदि स्त्रीलिङ्गशब्दः तत्र परिवर्तनं नास्ति। नदी नदीतः, लता लतातः, परन्तु ग्रामः तत्र अह गच्छति ग्रामतः। नगरं मा गच्छति नगरतः, नगरतः ग्राम ग्रामतः। अहं शब्दं वदामि, भवन्तः तः इति योजयतु। देशः महादेशः, नगरं नदी, पुस्तकं व्यजनं दुग्धं पत्रिका चन्द्रः। अस्तु, कुतः कुत्र गच्छन्ति महोदय? गृहतः कार्यालयम्, अहं गृहतः कार्यालयं गच्छति गच्छामि गच्छामि। समीचीनम्। अन्यत् वाक्यम्? अहं गृहतः विश्वविद्यालयं गच्छामि। अस्तु, अहं विद्यालयं विद्यालयतः गच्छामि। कुत्र गच्छति कुत्र कुत्र कुत्र गच्छामि? विद्यालये गच्छति। विद्यालयतः विद्यालयतः गृहं गच्छामि। भवती? अहं गृहति गृहतः गृहतः देवालयं गच्छामि। समीचीनमस्ति, वाक्यम् अति उत्तममस्ति। अस्तु, अहं गृहतः गच्छामि। गृहतः कुत्र गच्छति? गृहतः अधुना कुत्र गच्छति? विश्वविद्यालयं, पाठशाला। गृह ओ कति सतः अस्तु अस्तु, नास्ति चिन्ता। तत्र गृहतः गृहतः गच्छामि, किन्तु कुत्र गृहतः अधुना कुत्र? अग्रे भवती वदतु। अहम् आपणतः विश्वविद्यालयम् आगच्छामि। अस्तु, गच्छामि। समीचीनम्। पुनः वदतु। अहं गृहतः कार्यालयं गच्छामि। कार्यालयं गच्छामि, गृहतः कार्यालयं गच्छामि। गृहमस्ति, कार्यालयम् अस्ति, कार्यालयः क्षम्यतां, गृहमस्ति कार्यालयः अस्ति, गृहतः कार्यालयं गच्छामि। तत्र गृहं गृहतः कार्यालयः कार्यालयः परन्तु कार्यालयं गच्छामि. We're going, we put ma. From where we're coming, we put tah. Lakshmi Bhagini, kutah kutra gacchati? Lakshmi Bhagini? Tari anyad udaharanam? Vadatu? Aham karyalayatah krida kshetram gacchami. Samichinam asti. Bhagini? Aham adya विश्वविद्यालयतः चित्रमन्दिरं गच्छामि. समीचीनम्. अहं कार्यालयतः गृहं गच्छामि. समीचीनम्. तः अहं पुनः वदतु. अहं गृहतः कार्यालयं गच्छामि. गच्छामि. समीचीनमस्ति. कुतः कुत्र गच्छति? अहं गृहतः विद्यालयं गच्छामि. गृहतः विद्यालयं गच्छामि. लक्ष्मी भगिनी, कुतः कुत्र गच्छति? गृहतः शालां गच्छामि. समीचीनम्. इति पुनस्मरणं वयं कृतवन्तः. इति पुनस्मरणम्. अधुना अहं पठामि. अहं ज्ञानार्थं पठामि. ज्ञानार्थम् अहं क्रीडामि. अहम् आनन्दार्थं क्रीडामि. आनन्दार्थं मम बुभुक्षा अस्ति. मम बुभुक्षा अस्ति, खादितुमिच्छामि. मम बुभुक्षा अस्ति. मम बुभुक्षा निवारणार्थं खादामि. पिपासा अस्ति, पिपासा निवारणार्थम् अहं जलं पिबामि. ज्ञानार्थम् अहं रामायणं पठामि. औषधार्थम् अहं चिकित्सालयं गच्छामि. औषधार्थं चिकित्सालयं गच्छामि. तर्हि आनन्दार्थं भवन्तः किं किं कुर्वन्ति? आनन्दार्थम् आनन्दः भगिनि, आनन्दः अवगच्छति वा? आनन्दः, आनन्द, ब्लिस्, हेपिनेस्, आनन्दः. तर्हि आनन्दार्थं मनीषमहोदय, भवान् किं करोति आनन्दार्थम्? अहम् आनन्दार्थं क्रीडामि. समीचीनं. भगिनी, आनन्दार्थं किं करोति? समीचीनम्. गीता भगिनी, आनन्दार्थं पाकं करोमि. समीचीनमस्ति. आनन्दार्थं दिलीप महोदय, अस्तु, वदति वा? आनन्दार्थं भवान् किं करोति? अहम् आनन्दार्थं क्रीडामि. अस्तु, समीचीनम्. आनन्दार्थं महोदय? अहम् आनन्दार्थं पठामि. आनन्दार्थं किं करोति? अहम् आनन्दार्थं भोजनं करोमि. आनन्दार्थं क्रीडालयं गच्छामि. गच्छामि. गच्छामि. आनन्दार्थम्? अहम् आनन्दार्थं पठामि. समीचीनमस्ति. अन्य आनन्दार्थं किं करोति? अहम् आनन्दार्थं क्रीडामि. क्रीडामि. आनन्दार्थं किं करोति भवती? अहम् आनन्दार्थं बहिः गच्छामि. लक्ष्मी भगिनी, आनन्दार्थं किं करोति भवती? अहम् आनन्दार्थं संस्कृतं पठामि. समीचीनम्. अति उत्तमं, सर्वदा, खलु? अस्तु, समीचीनमस्ति. तर्हि अधुना अहं पठनार्थं ग्रन्थालयं गच्छामि. भवन्तः पठनार्थं कुत्र कुत्र गच्छन्ति इति प्रश्नः. भवन्तः कुत्र कुत्र गच्छन्ति पठनार्थं? कोऽपि वदति? अहं पठनार्थं लैब्ररी गच्छामि. हा भगिनि? अहं पठनार्थं ग्रन्थालयं गच्छामि. अस्तु. अहं पठनार्थं मित्रगृहं गच्छामि. समीचीनं. अस्तु. ज्ञानार्थं किं किं कुर्वन्ति? ज्ञानार्थं मन्दिरं गच्छामि. लक्ष्मी भगिनी, भवती किं करोति? कुत्र गच्छति ज्ञानार्थं? अहं विद्यालयं गच्छामि. किं करोति दिलीप महोदय? ज्ञानार्थं किं करोति? अहं ज्ञानार्थं पुस्तकं पठामि. समीचीनमस्ति. अस्तु, अधुना अहं पृच्छामि, भवान् किमर्थं पठति? किमर्थं महोदय, किमर्थं सुब्रह्मण्यं महोदय, किमर्थं पठति? ज्ञानार्थं पठामि. ज्ञानार्थं. प्रश्नः अस्ति किमर्थम्, उत्तरमस्ति ज्ञानार्थम्. प्रश्नः किमर्थम्? रमेशः किं रमेशः विद्यालयं गच्छति. रमेशः किमर्थं विद्यालयं गच्छति? गच्छति. अस्तु, अहम् उत्तरं वदामि, भवन्तः प्रश्नं वदन्तु. अहं जीवेशः पठनार्थं विद्यालयं गच्छति. जीवेश किमर्थं विद्यालयं गच्छति? समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी, अग्रिमं. सीता पठनार्थं ग्रन्थालयं गच्छति. सीता किमर्थं ग्रन्थालयं गच्छति? अस्तु अस्तु, समीचीनमस्ति. अनन्तरं रामः ध्यानार्थं मन्दिरं गच्छति. लक्ष्मी भगिनी, दूरवाण्या वदतु. रामः ध्यानार्थं मन्दिरं गच्छति. रामः किमर्थं मन्दिरं गच्छति? बालकः आनन्दार्थं दूरदर्शनं पश्यति. बालकः आनन्द किमर्थं दूरदर्शनं पश्यति? समीचीनमस्ति. किमर्थम् इति प्रश्नः अस्ति. अस्तु, अधुना कोऽपि प्रश्नं करोति. अस्तु, औषधार्थं रामः चिकित्सालयं गच्छति. रामः किमर्थं चिकित्सालयं गच्छति? अस्तु, फलार्थं कृष्णः उद्यानं गच्छति. उद्यानं गच्छति. भोजनार्थम् उपाहारमन्दिरं पिता भोजनार्थम् उपाहारमन्दिरं गच्छति. पिता किमर्थम् उपाहारमन्दिरं गच्छति. अस्तु, लीला पठनार्थं सखीगृहं गच्छति. लीला किमर्थं सखीगृहं गच्छति? किमर्थम्? अस्तु, एतावता प्रश्नवाचकाः शब्दाः ज्ञाताः अस्माभिः. प्रश्नवाचकाः शब्दाः किम्, कुत्र, कति, कदा, कुतः, कथं, किमर्थं, ककाराः, इति वदामः ककाराः. अत्र प्रश्नवाचकाः शब्दाः किं, कुत्र, कति, कदा, कुतः, कथं, किमर्थम् इति प्रश्नाः सन्ति. अस्तु, किमर्थमिति प्रश्न किञ्चित् अभ्यासं कुर्मः. प्रथमतया किमर्थम् इदानीं भवन्तः वदन्तु. प्रश्नः मनीष् महोदय वदतु, किमर्थं राम किमर्थं विद्यालयं गच्छति? अस्तु, नाम अत्र महोदयः अस्ति, तं पृच्छतु तस्य जीवनस्य प्रसङ्गे. भवान् किमर्थं भवान् किमर्थं कार्यालयं गच्छति? आनन्दार्थं धनसम्पादनार्थं अहं धनसम्पादनार्थं कार्यालयं गच्छामि. अस्तु, अन्यप्रश्नः सर्वे पृच्छन्तु, भवान् पृच्छतु, तं पृच्छतु. किमर्थं भवान् किमर्थं संस्कृताभ्यासं करोति? अहं वेदपठनार्थं संस्कृताभ्यासं करोमि. समीचीनं. अधुना नूतनप्रश्नः, किमर्थमिति अवगच्छति वा? किमर्थमित्युक्ते why इत्यस्य प्रश्नः, प्रश्नाभ्यासः, प्रश्नः इति अवगच्छति वा? प्रश्नः अभ्यासः. अस्तु, तर्हि why इत्यस्य प्रश्नस्य अभ्यासः. भगिनी पृच्छति, भवान् भवती किमर्थं गानं करोति? अहम् आनन्दार्थं गानं करोमि. समीचीनम्. अधुना पृच्छति, भवान् किमर्थं चलनचित्रमन्दिरं गच्छति? अहम् आनन्दार्थं चलनचित्रं गच्छति गच्छामि. पृच्छतु, भवती किमर्थं क्रीडां करोति? अहम् आनन्दार्थं क्रीडां करोति करोमि. अस्तु, पृच्छति पृच्छतु अहं भवान् किमर्थं देवालयं गच्छति? अहं देवालयं गच्छति श्रीहरि महोदय अवगच्छति, प्रश्नं पृच्छति वा? वदतु, किमर्थं पिबति? पृच्छतु, किमर्थं पिबति? पिपासा निवारणार्थम्? अहं पिपासा निवारणार्थं पिबामि. समीचीनं. लक्ष्मी भगिनी पृच्छति वा? अस्ति वा? ओ, किम् अभवत्? पुनः पृच्छतु. ऐ डोण्ट् नो व्हाट्स् हैपनिंग्. अस्तु, एनीवे. अस्तु, अन्यप्रश्नः प्रचुर रूपेण प्रश्नः भवेत्. भवान् किमर्थं पृच्छति? कं पृच्छति भवान्? भवान् कः? सः सः कः? एषः. अस्तु, पृच्छतु. भवान् किमर्थं पृच्छति? अहं ज्ञानार्थं प्रश्नं पृच्छामि. समीचीनम् अस्ति. रामः किमर्थं श्रीलङ्कां गच्छति? अस्तु, समीचीनमस्ति. अहं पठनार्थं ग्रन्थालयं गच्छामि. हा अस्तु, समीचीनमस्ति. अत्र पुस्तकमस्ति किमर्थं? हा, विहिता भगिनी पठतु कृपया. अत्र शब्दद्वयं लिखितम् अस्ति. लिखितम् अस्ति, तत् उपयुज्यं प्रश्नम् उत्तरं च लिखतु. यथा योगासनम् आरोग्यार्थम्. स किमर्थं योगासनं करोति? स योगार्थं आरोग्यार्थं योगासनं करोति. अस्तु, विश्वनाथ महोदय द्वितीयं करोतु. किमर्थं? पठतु भगिनी. अस्ति वा? अस्तु अस्तु. ग्रन्थालयं पठनार्थं. सः किमर्थं ग्रन्थालयं गच्छति? उत्तरं किम्? सः पठनार्थं ग्रन्थालयं गच्छति. अस्तु, राजशेखर महोदय अग्रे. चिकित्सालयम् औषधार्थं. सा चिकित्सालयं किमर्थं गच्छति? उत्तरम्? उत्तरं, सः चिकित्सालयम् औषधार्थं गच्छति. अत्र सत्यं सत्यं सत्यम् अद्य अहं वक्तुमिच्छामि यत् अत्र संस्कृतभाषायां शब्दक्रमस्य महत्वं नास्ति, परन्तु सामान्यशब्दक्रमः अस्ति. सामान्यशब्दक्रमः अस्ति, अतः सः किमर्थं चिकित्सालयं गच्छति? सः औषधार्थं चिकित्सालयं गच्छति इति सामान्यशब्दक्रमः. भवान् यदुक्तवान् तत् दोषाय नास्ति, दोषाय नास्ति, सामान्यशब्दक्रमः इति अस्ति. विदेशः प्रवासार्थं. विदेशः, विदेशः न जानाति वा? विदेशः अयम् अमेरिकादेशः, भारतदेशः. विदेशः नाम अन्यदेशः. प्रवासार्थं, प्रवासः, बहिः वासः. प्रवासः नाम फर् ट्रिप्. सः किमर्थं प्रवासार्थं गतवान्? न न किमर्थं प्रवासार्थम् इति न. किमर्थं विदेशां गतवान्? गच्छति, गतवान्. सः किमर्थं विदेश गतवान् इति भूतकालः. न पास्ट्. सः किमर्थं विदेशं गतवान्? उत्तरं, सः प्रवासार्थं विदेशं गतवान्. समीचीनमस्ति. अस्तु, किमर्थम् इति अवगतं स्यात्? किमर्थमिति अवगतं स्यात्? अधुना यथा मया उक्तं, अधुना प्रश्नवाचकाः शब्दाः, तत्र किं, कुत्र, कति, कदा, कुतः, कथं, किमर्थम् इति स्मरणमस्ति वा? एकैकस्य अर्थः कः इति? श्रीहरिमहोदय, अत्र प्रश्नवाचकशब्दाः नाम क्वश्चन् वर्ड्स्. किं, तत् किम्? अनन्तरं कुत्र? पुस्तकं कुत्र अस्ति? पुस्तकं तत्र अस्ति. कुत्र? तत्र. अनन्तरं कति? कति जनाः सन्ति? कति जनाः सन्ति? एकादशजनाः सन्ति. अनन्तरं कदा? कदा उत्तिष्ठति? प्रातःकाले कदा उत्तिष्ठति भगिनी? कदा उत्तिष्ठति? अहं पञ्चवादने उत्तिष्ठामि. अवगच्छति वा? न अवगच्छति. कदा? कदा इत्युक्ते कदा? कदा उत्तिष्ठति? अहं पञ्चवादने उत्तिष्ठामि. त्रिवादने, षड्वादने, सप्तवादने उत्तिष्ठामि. अनन्तरं कुतः? भवान् यदा अत्र आगतवान् तदा कुतः आगतवान्? गृहतः. गृहतः. अहं गृहतः विश्वविद्यालयम् आगच्छामि इति. कुतः? कुत्र? पुस्तकम् आसन्दः कुत्र अस्ति? आसन्दः कुत्र अस्ति वदतु. तत्र अस्ति. आसन्दः तत्र अस्ति. कुत्र? अत्र. आसन्दः अत्र अस्ति. तत्र अस्ति. अन्यत्र अस्ति. बहिः अस्ति. अन्तः अस्ति. कुत्र? अधुना कुतः? अहम् इतः अत्र अस्मि. अधुना अत्र अस्मि. इतः तत्र गच्छामि. ततः अत्र आगच्छामि. यत्र गमनमस्ति, गमनं यत्र अस्ति तत्र इतः ततः गृहतः प्रतिदिनं गृहतः कार्यालयं गच्छामि. प्रतिदिनं गृहमस्ति. अहं गृहे अस्मि. अनन्तरं गृहतः कार्यालयं गच्छामि. प्रश्नः अस्ति, कुतः कार्यालयं गच्छति? गृहतः. पुस्तकं कुत्र अस्ति? पुस्तकं तत्र अस्ति. परन्तु कुतः विश्वविद्यालयं गच्छति भवान्? अहं गृहतः विश्वविद्यालयं गच्छामि. कुतः? अवगच्छति वा? नाटकं मा करोतु. अवगच्छति न वा? अस्तु अस्तु, समीचीनं समीचीनमस्ति. तर्हि हरि महोदय, किम्? कथं? कथमस्ति भवान्? भवान् कथमस्ति? न, तथा नास्ति. भवान् कथमस्ति? अहं कुशली अस्मि. कुशली अस्मि. कथम् अस्ति? इदानीं भोजनमस्ति. भोजनं कथमस्ति? भोजनम् उत्तमम् अस्ति. भोजनं कथमस्ति? भोजनम् उत्तमम् उत्तमम् अस्ति. भोजनम् अवगच्छति वा भोजनम् भोजनम् फूड् उत्तमम् गुड् हौ इस् द फूड् फूड् इस् गुड् हौ कथम् कथमिति तर्हि किम् ह्वत् कदा ह्वन् कुत्र ह्वेर् नाम प्रश्नवाचकाः शब्दाः किम् कदा कुत्र अनन्तरं कथं हौ किमर्थं वाय् अस्तु तर्हि क्वश्चन् वर्ड्स् इति विषयः अस्ति अत्र प्रश्नवाचकाः शब्दाः अस्तु तर्हि भगिनी अस्ति वा तर्हि इदानीम् अभ्यासः भवतु अधुना अहं वाक्यं वदामि शृण्वन्तु अहं वाक्यं वदामि तस्य वाक्यस्य उत्तरं तस्य वाक्यस्य प्रश्नं वदन्तु पृच्छन्तु गीता पुस्तकं पठति तत्र प्रश्नः कः गीता किमर्थं पुस्तकं पठति तत् भवितुमर्हति किं पठति सरलवाक्यं किं पठति गीता पुस्तकं पठति प्रश्नः गीता किं पठति तत्र अवगच्छति वा गीता पुस्तकं पठति अत्र प्रश्नः गीता किं पठति उत्तरं गीता पुस्तकं पठति अस्तु अधुना लता जलं पिबति प्रश्नः कः लता जलं पिबति लता किं पिबति उत्तरं लता जलं पिबति अस्तु लक्ष्मी भगिनी अस्तु तत् कृष्णफलकं प्रश्नः कः तत् कृष्णफलकं तत् किम् इति प्रश्नः अस्ति अस्तु समीचीनमस्ति अग्रे अधुना सः भवनं पश्यति सः बालकः भवनं पश्यति प्रश्नः कः सः बालकः किं पश्यति समीचीनमस्ति किं पश्यति अस्तु अधुना दण्डदीपः तत्र अस्ति दण्डदीपः कुत्र अस्ति अवगच्छति वा दण्डदीपः तत्र अस्ति तत्र प्रश्नः दण्डदीपः कुत्र अस्ति इति अस्ति अस्तु अग्रे काशी उत्तरप्रदेशे अस्ति प्रश्नः कः काशी कुत्र अस्ति काशी कुत्र अस्ति समीचीनमस्ति अधुना पटना बिहारप्रदेशे अस्ति बिहारप्रदेशे कुत्र अस्ति न पटना बिहारप्रदेशे पटना बिहारप्रदेशे अस्ति प्रश्नः पटना कुत्र कुत्र कुत्र इति न कुत्र कुत्र कुत्र पुनः पाट्ना बिहारप्रदेशे अस्ति प्रश्नः कः पाट्नः प्रश्नः कः पाट्ना कुत्र अस्ति पाट्ना कुत्र अस्ति ओके अस्तु अस्तु अग्रे गच्छेम अधुना उत्तरप्रदेशः भारतदेशे अस्ति उत्तरप्रदेशे कुत्र अस्ति पुनः उत्तरप्रदेशे कुत्र उत्तरप्रदेशे न उत्तरप्रदेशः उत्तरप्रदेशः कुत्र अस्ति समीचीनमस्ति अस्तु लक्ष्मीभगिनी अधिकारी कार्यालये अस्ति अस्तु जनः गृहे अस्ति जनः कुत्र अस्ति हा हा समीचीनम् अस्ति सम्यक् समीचीनम् अस्ति अस्तु अत्र दश छात्राः सन्ति अत्र अत्र कति कति छात्राः सन्ति इति प्रश्नः अस्ति अस्तु अत्र अष्ट यानानि सन्ति अतः अत्र अत्र कति यानानि अस्ति अत्र अष्ट यानानि सन्ति अतः अतः न अत्र अत्र कति यानानि सन्ति सन्ति समीचीनमस्ति मार्गे नव वाहनानि गच्छन्ति मार्गे कति वाहनानि गच्छन्ति समीचीनमस्ति मम समीपे द्वादश पुस्तकानि सन्ति भवतः भवतः समीपे कति पुस्तकं सन्ति पुस्तकानि पुस्तकानि सन्ति समीचीनमस्ति तदेव अस्ति सूर्योदयः प्रातःकाले भवति सूर्योदयः प्रातःकाले भवति सूर्योदयः कदा भवति समीचीनम् अस्तु विश्वनाथ महोदय सूर्यास्तः सायङ्काले भवति सूर्यास्तः सायङ्काले कदा सायङ्काले इति उत्तरम् सूर्यास्तः सन्ति नाम कति सन्ति बहवः सन्ति अथवा एकः एव अस्ति सूर्यास्तः एकः खलु तर्हि एकवचने एकवचने वदतु सहायं करोतु दीर्घमय सूर्यास्तः सायङ्काले भवति प्रश्नः सूर्यास्तः कदा भवति कदा भवति सूर्यास्तः कदा भवति सन्ति इति न एकः सूर्यास्तः अतः एकः भवति अस्तु लक्ष्मीभगिनी अस्ति अस्तु प्रश्नः अस्ति रामलालः प्रातःकाले कार्यालयं गच्छति अस्तु विनीतं भगिनि रमेशः दशवादने विद्यालयं गच्छति गच्छति अस्तु समीचीनम् लीला सायङ्काले नृत्याभ्यासं करोति लीला कदा लीला नृत्याभ्यासं नृत्याभ्यासं गच्छति करोति करोति नृत्यम् इत्युक्ते डान्स् नृत्यं नृत्यम् अस्तु मित्रं विदेशतः आगच्छति मित्रं कुतः कुतः आगच्छति अस्तु बन्धुः देहलीतः आगच्छति बन्धुः देहलीतः दिल्ली देहलीतः बन्धुः देहलीतः आगच्छति बन्धुः कुतः आगच्छति सखी काशीतः आगच्छति सखी कुतः आगच्छति गङ्गा हिमालयतः प्रवहति गङ्गा किं सायं करोतु गङ्गा कुतः प्रवहति कुतः प्रवहति प्रवहति कुतः प्रवहति अत्र प्रकाशः दण्डदीपतः आगच्छति प्रकाशः समीचीनमस्ति अधुना आरोग्यं समीचीनमस्ति मनीष महोदय आरोग्यं समीचीनमस्ति आरोग्यं कथम् अस्ति हा कथम् अस्ति आरोग्यं कथम् अस्ति अस्तु इदानीं स्वास्थ्यम् उत्तमम् अस्ति स्वास्थ्यम् उत्तमम् अस्ति स्वास्थ्यं कथम् अस्ति हा स्वास्थ्यं हा स्वास्थ्यं हेल्थ् आरोग्यम् अपि तथा आरोग्यं स्वास्थ्यं समानं हा अस्तु शिक्षणम् उत्तमम् अस्ति शिक्षणं कथमस्ति अस्तु अनीता पठनार्थं विद्यालयं गच्छति अनीता किमर्थं विद्यालयं गच्छति अस्तु लक्ष्मी भगिनी अस्ति महोदय राधाकृष्णः औषधार्थं चिकित्सालयं गच्छति राधाकृष्णः किमर्थम् औषधालयं गच्छति अस्तु औषधालयं हा नाम चिकित्सालयं गच्छति समीचीनम् अस्तु अधुना रमा लक्ष्मी भगिनी रमा पठनार्थं ग्रन्थालयं गच्छति रमा किमर्थं ग्रन्थालयं गच्छति कः कोऽपि साहाय्यं करोतु अस्ति एव स्मर्यतां यत् तत्र लिङ्गभेदः अस्ति लिङ्गभेदः तु अस्ति तर्हि वाक्यं किम् आसीत् हू इस् सीता पठनार्थं ग्रन्थालयं गच्छति न न प्रश्न न भवत्याः प्रश्नः आसीत् हू इस् गोयिङ्ग् टु लैब्ररी हू इस् गोयिङ्ग् टु लैब्ररी तर्हि किं भवति कः ग्रन्थालयं गच्छति नाम मया अहं किम् इति वदामि तत्र किम् इति नपुंसकलिङ्गे अस्ति किन्तु पुल्लिङ्गे कः स्त्रीलिङ्गे का नपुंसकलिङ्गे कं किं शब्दः अस्ति किं मूलशब्दः किं पुल्लिङ्गे कः स्त्रीलिङ्गे का समीचीनं कः कुतः कः कुत्र गच्छति किमर्थम् एतत् सर्वमस्ति अस्तु अधुना किञ्चित् मिश्रणं करोमि अस्तु अधुना अत्र दशछात्राः सन्ति अत्र कति छात्राः सन्ति तत् कृष्णफलकम् तत् किं लक्ष्मीभगिनी बन्धुः देहलीतः आगच्छति बन्धुः देहलीतः आगच्छति समीचीनमस्ति अस्तु विनीता भगिनी उत्तरप्रदेशः भारतदेशे अस्ति कुत्र अस्ति समीचीनम् अस्तु राममहोदय इदानीं लीला सायंकाले नृत्याभ्यासं करोति. लीला सायंकाले कुत्र अस्ति? न न सायंकाले सायंकाले लीला सायंकाले नृत्याभ्यासं करोति. लीला नृत्याभ्यासे कुत्र अस्ति? कुत्र अस्ति न सायंकाले. सायंकाले किम् अस्ति? सायंकाले कदा? कदा कदा कदा अस्ति? इदानीं वदतु, लीला सायंकाले नृत्याभ्यासं करोति. प्रश्नः कः? लीला लीला सायंकाले कदा कदा? तदा सायंकाले न तदा नृत्य न लीला लीला कदा नृत्याभ्यासं करोति? लीला कदा नृत्याभ्यासं करोति? लीला कदा नृत्याभ्यासं करोति? समीचीनमस्ति. अधुना आरोग्यम् आरोग्यम् समीचीनम् अस्ति. आरोग्यम् कथम् कथम् अस्ति? कथम् अस्ति? अस्तु लक्ष्मी भगिनी, मार्गे नव वाहनानि गच्छन्ति? मार्गे कति वाहनानि गच्छन्ति? मार्गे कति वाहनानि? अस्तु समीचीनम्. अत्र प्रतिध्वनिः अस्ति, एको प्रतिध्वनि अस्ति. विश्वनाथ महोदय अग्रे. अत्र सूर्यास्तः सायंकाले भवति. सूर्यास्तः कदा? ज्ञात्वा ज्ञात्वा जानबूज करके सूर्यास्तः हा समीचीनमस्ति. जनः गृहे अस्ति. गृहे कदा अस्ति? न कदा इति न, जनः गृहे अस्ति. गृहे नाम? गृहे नाम न, गृहे वयं न जानीमः. जनः माता गृहे अस्ति. माता गृहे अस्ति न जानीमः, तर्हि प्रश्नः कः? माता गृहे अस्ति, गृहे किम् अस्ति? कुत्र कुत्र माता गृहे अस्ति? मीन्स् ऐ एम् टेलिङ्ग् यू दट् मदर् इस् कुत्र अस्ति? माता गृहे कुत्र अस्ति इति न. माता इफ् ऐ टेल् यू that mother is in the house. So what is the question? Who's in the house? Well, that can be. That can also be. So then what is the prashna? How you say that? Mata grihe asti. Then tasya prashna kaha? Mata ati mava. Na mava. Tum vayam jnatum ichchamaha. Ka ka. Kim hasti? Ka ka. Ka hasti. Strilinge. Mata strilinge asti. Mata ka grihe. Ka. Ka. अस्ति. गृहे का हस्ति? हस्ति इति न, अस्ति. अस्ति पुनः वदतु. गृहे का हस्ति? अस्ति गृहे का अस्ति? अस्तु रमेशः प्रातःकाले उत्तिष्ठति. रमेशः कदा उत्तिष्ठति? समीचीनमस्ति. दण्डदीपः तत्र अस्ति. दण्डदीपः कुत्र अस्ति? अस्तु नाम वार्ता अवगता वा? इदानीं मनसि अस्ति सर्वं स्पष्टं वा? सर्वं कुशलम् अवगच्छति? अस्तु अस्तु समीचीनम्. अधुना अग्रे गच्छामः. करपत्रम् अस्ति. करपत्रं कुत्र अस्ति? गृहे अस्ति. करपत्रं कृते गृहे अस्ति? करपत्रं कुत्र अस्ति? अत्र अस्ति वा? कुत्र अस्ति करपत्रम्? अहम् अत्र अस्ति. शुनकः खादितवान् करपत्रम्. अहं प्रेषितवान् करपत्रम्. करपत्रम् अत्र अस्ति अस्तु गच्छतु गच्छतु दिलीपः गच्छति दिलीपः गच्छतु दिलीपः गच्छति अस्तु दिलीपः गतवान् दिलीपः गच्छति दिलीपः गतवान् आगच्छतु दिलीपः आगच्छति दिलीपः आगच्छति आगच्छति आगतवान् दिलीपः आगतवान् दिलीपः इदानीं किं कृतवान् उपविष्टवान् दिलीपः उपविशति दिलीपः उपविष्टवान् उपविष्टवान् उपविष्टवान् तत्र पठति पठितवान् गच्छति आगच्छति पतति पतितवान् क्रीडति क्रीडितवान् वदति अहं वदामि अत्र क्रियापदद्वयम् अस्ति क्रियापदद्वयम् अस्ति वदति वक्ति वदति वक्ति वदति भूतकाले ऊदितवान् ऊदितवान् वक्ति भूतकाले उक्तवान् सामान्यतया वर्तमानकाले वदति इति वदामः वक्ति इति वदामः किन्तु आरम्भे अत्र प्रारम्भिकस्तरीयकक्षा अस्ति वदति इति वदामः भूतकाले ऊदितवान् इति सामान्यशब्दः नाम समीचीनशब्दः अस्ति समीचीनम् अस्ति किन्तु उक्तवान् इति इतोपि अधिकप्रयोगः अधिकप्रयोगः भवति अतः वदति इत्यस्य उक्तवान् इति वदामः वस्तुतः वदति ऊदितवान् ऊदितवान् किन्तु उक्तवान् इति वदामः पिबति पीतवान् पिबति पीतवान् अनन्तरं लिखति लिखितवान् लिखितवान् अनन्तरं नयति नीतवान् पश्यति दृष्टवान् दृष्टवान् पश्यति पृष्टवान् पृष्ट इति न पृष्ट पृष्टवान् अनन्तरं भवति इत्यस्य भवति इत्यस्य तादृशं रूपं नास्ति अभवत् भवति अभवत् अभवत् किञ्चित् भिन्नम् अस्ति अभवत् अभवत् अनन्तरं अनन्तरं किम् अस्ति मिलति मिलितवान् मिलितवान् अनन्तरं त्यजति त्यक्तवान् त्यक्तवान् अनन्तरं खादति खादितवान् अत्र अहं वदामि कुत्रचित् समटैम्स् कदाचित् मध्ये इकारः भवति त्यजति त्यक्तवान् त्यजितवान् इति न त्यक्तवान् खादति खादवान् इति नास्ति खादितवान् कुत्रचित् इ मध्ये अस्ति कुत्रचित् इ मध्ये नास्ति अस्माकम् अवधानं भवतु अस्मिन् तत्र गच्छति गतवान् इ मध्ये नास्ति पठति पठितवान् पठितवान् पठितवान् पठितवान् इ आगच्छति तत्र पतति अस्ति वा इ अस्ति वा अस्ति खलु पतति पतितवान् पतितवान् अनन्तरं वदति तत्र अस्ति वा नास्ति उक्तवान् तत्र नास्ति अनन्तरं पिबति पीतवान् तत्रापि नास्ति अनन्तरं लिखति लिखितवान् तत्र इ मध्ये अस्ति लिखितवान् अनन्तरं नयति नीतवान् तत्र नास्ति नीतवान् अनन्तरं पश्यति दृष्टवान् नास्ति दृष्टवान् अनन्तरं पश्यति पृच्छति पृष्टवान् भवति इति भिन्नम् अस्ति अभवत् अनन्तरं त्यजति त्यक्तवान् नास्ति त्यक्तवान् अनन्तरं जानाति खादति खादति खादितवान् अस्ति अनन्तरं जानाति ज्ञातवान् तत्र नास्ति नास्ति अनन्तरं करोति कृतवान् शृणोति श्रुतवान् ददाति प्रेषयति तत्र प्रक्षालयति तत्र अस्ति उत्तिष्ठति उत्थितवान् उत्थितवान् उत्थितवान् अनन्तरम् उपविशति उपविष्टवान् स्थापयति स्थापितवान् अनन्तरं स्मरति स्मृतवान् स्मृतवान् अनन्तरम् आगच्छति आगतवान् अनन्तरम् अस्ति आसीत् सूचयति सूचितवान् इच्छति स्वीकरोति स्वीकृतवान् गृह्णाति गृहीतवान् गृहीतवान् गृहीतवान् गृहीतवान् अनन्तरं रोदिति रुदितवान् शक्नोति शक्तवान् शक्तवान् अनन्तरम् आनयति आनीतवान् क्रीणाति क्रीतवान् निन्दति निन्दितवान् आह्वयति आहूतवान् इति अस्ति समीचीनं तर्हि ह्यः अहं ह्यः कार्यं कृतवान् अहं ह्यः कार्यं कृतवान् भवान् ह्यः किं कृतवान् भवान् किं ह्यः किं कृतवान् अहं ह्यः क्रीडितवान् भवान् ह्यः किं कृतवान् अहं ह्यः पठितवान् भवान् किं कृतवान् दृष्टवान् किं दृष्टवान् दूरदर्शनं दृष्टवान् विश्वनाथमहोदय भवान् किं कृतवान् ह्यः अहं ज्ञातवान् ज्ञातवान् किं ज्ञातवान् समाचारं हा समाचारं ज्ञातवान् भवान् किं कृतवान् मित्रं मित्रं दृष्टवान् अहं यः दुग्धं पीतवान् दुग्धं पीतवान् दुग्धं पीतवान् हा अस्तु सर्वे उक्तवन्तः अत्र अहं कृतवान् भवान् कृतवान् सः कृतवान् तत्र पुरुषभेदः नास्ति पुरुषभेदः नास्ति वर्तमानकाले अहं गच्छामि भवान् गच्छति तत्र पुरुषभेदः अस्ति उत्तमपुरुषः प्रथमपुरुषः तत्र भेदः अस्ति वर्तमानकाले अवगच्छति वा न वर्तमानकाले इत्युक्ते प्रेसेण्ट् टेन्स् तत्र प्रेसेण्ट् टेन्स् मध्ये पुरुषभेदः पुरुषभेदः नाम अहम् उत्तमपुरुषः प्रथमपुरुषः यत् फस्ट् पर्सन् सेकेण्ड् पर्सन् थर्ड् पर्सन् वदामः तत्र रूपभेदः अस्ति वर्तमानकाले अद्य अहं गच्छामि भवान् गच्छति तत्र आमि अति भिन्नः अस्ति समानं तु नास्ति अवगच्छति वा भेदः अस्ति अहं गच्छति इति न अहं गच्छामि भवान् गच्छति अहं गच्छामि किन्तु अहं गतवान् भवान् गतवान् हा भूतकाले भेदः नास्ति भेदः पुरुषभेदः नास्ति परन्तु लिङ्गभेदः अस्ति बालकः गतवान् बालिका गतवती गतवान् गतवती गतवान् गतवती पठितवान् पठितवान् क्रीडितवान् कृतवान् समीचीनमस्ति श्रुतवान् लिखितवान् नीतवान् खादितवान् ज्ञातवान् दत्तवान् दृष्टवान् सूचितवान् स्वीकृतवान् गृहीतवान् क्रीतवान् आहूतवान् अस्तु अस्तु भगिनी अहं ह्यः अहं कार्यं कृतवान् भवती किं कृतवती ह्यः अहं मित्रं पश्यतवती दृष्टवती भवती किं कृतवती चलचित्रं दृष्टवती हा दृष्टवती लक्ष्मी भगिनी किं कृतवती अहं ह्यः ग्रन्थालयं गतवती हा सीता भगिनी किं कृतवती अहं गतवती हा दूरवाण्या लक्ष्मी भगिनी किं कृतवती अहं श्वः पुस्तकम् आनीतवती पुस्तकं ह्यः पुस्तकम् आनीतवती समीचीनमस्ति अस्तु तर्हि अधुना अहं भूतकाल वर्तमानकालस्य रूपं वदामि भवन्तः भूतकालस्य रूपं वदन्तु पश्यति भूतकाले दृष्टवान् खादति पुल्लिङ्गे पुल्लिङ्गे अस्तु अस्तु स्त्रीलिङ्गे वदतु न पुल्लिङ्गे वदतु अधुना पुल्लिङ्गे वदतु खादति लिखति लिखितवान् पृच्छति पृष्टवान् अस्तु अधुना गच्छति हा हरि हरि गतवान् अस्तु अधुना आगच्छति अस्तु अधुना नयति नीतवान् स्थापयति समीचीनमस्ति स्थापितवान् अस्तु अधुना पिबति पीतवान् क्रीडति क्रीडितवान् हा अस्तु अधुना हा वदति वदति उक्तवान् उत्तिष्ठति उत्थितवान् उत्थितवान् शृणोति शृणोति श्रुतवान् श्रुतवान् आह्वयति मनीषमहोदय आह्वयति आह्वयति आहूतवान् समीचीनमस्ति निन्दति निन्दितवान् अस्तु पुल्लिङ्गे वदामि स्त्रीलिङ्गे वदतु उक्तवान् उक्तवती दूरवाण्या लक्ष्मी भगिनी कृतवान् कृतवती अस्तु समीचीनमस्ति पीतवान् मिलितवान् त्यक्तवान् अधुना लिङ्गभेदः पुरुषभेदः यत्र क्रियापदमस्ति क्रियापदम् वास्तविकं क्रियापदं रियल् वर्ब् वर्ब् यत्र वर्ब् इति विषयः अस्ति तत्र पुरुषभेदः अस्ति लिङ्गभेदः नास्ति तर्हि किमर्थम् अत्र लिङ्गभेदः अस्ति किमर्थं लिङ्गभेदः अस्ति अत्र लिखितवान् लिखितवती क्रियापदमस्ति चेत् न भवति तर्हि अत्र किमर्थं लिङ्गभेदः इति प्रश्नः कृतवान् क्रियापदं नास्ति कृतवान् पीतवान् पीतवती गतवान् गतवती क्रियापदं नास्ति विशेषणमस्ति विशेषणम् एड्जेक्टिव् नॉट अ वर्ब इट्स एन एड्जेक्टिव् कृतवान् अहम् कीदृश अहम् वट् काइंड ऑफ अहम् कृतवान् अहम् पीतवान् अहम् अहम् बालकः पीतवान् बालकः उत्तमः बालकः बुद्धिमान् बालकः पीतवान् बालकः कीदृशबालकः पीतवान् बालकः वत्खानबालकः पीतवान् बालकः अतः लिङ्गभेदः अस्ति पुरुषभेदः नास्ति अवगतम् अवगच्छति तत्र क्रियापदम् अपि अस्ति गतवान् इति विशेषणं क्रियापदमस्ति अगच्छत् अगच्छत् अग्रे अनन्तरं वयं करिष्यामः अग्रे किन्तु विशेषणं सुलभमस्ति ईजि सुलभमस्ति अर्थभेदः नास्ति अहं वदामि अर्थभेदः नास्ति अर्थभेदः नास्ति प्रायः अर्थभेदः नास्ति अहम् अगच्छम् बालकः अगच्छत् बालकः गतवान् अर्थः सः एव अर्थः भेदः नास्ति किन्तु अगच्छत् अग्रे वयं करिष्यामः अग्रे अधुना केवलं तर्हि अत्र बहुवचने भेदः अस्ति, वचनभेदः अस्ति. विशेषणम् अस्ति चेत् अपि वचनभेदः, क्रियापदमस्ति चेत् वचनभेदः. तर्हि बालकः गतवान्, बालकाः गतवन्तः, गतवन्तः. एकः बालकः गतवान्, बालकाः गतवन्तः. अहम् एकवचने वदामि, भवन्तः बहुवचने वदन्तु. पीतवान्, पीतवन्तः, पीतवान्. भवती अपि वदतु पीतवान्, पीतवन्तः, पीतवन्तः. अस्तु. स्मृतवान्, कृतवान्, स्वीकृतवान्, क्रीतवान्, निन्दितवान्, आहूतवान्, नीतवान्, लिखितवान्, उक्तवान्. इदानीम् उक्तवती, उक्तवती बहुवचने, बहुवचने उक्तवत्यः, उक्तवत्यः. बालिका उक्तवती, बालिकाः उक्तवत्यः. बालकः उक्तवान्, बालकाः उक्तवन्तः. तर्हि बहुवचने वदन्तु. पीतवती, पीतवत्यः. गतवती, भगिनी लक्ष्मी भगिनी वदतु गतवती बहुवचने. समीचीनं, समीचीनं, गतवत्यः. अस्तु, सर्वे वदन्तु, भगिनी अपि वदतु. मिलितवती, सर्वे वदन्तु. न वदति चेत् किमपि न भवति, सर्वे वदन्तु. अस्तु. स्मृतवती, स्मृतवत्यः. आगतवती, लिखितवती, लिखितवत्यः. Take care of that for me. I can tell that. Okay. Aduna, aham ekam vadami. पुरुषाः पुल्लिङ्गे वदामि चेत् तत्र वयम्, अहं लिखितवान्, लिखितवान् अहं वदामि चेत् पुरुषाः वयं लिखितवन्तः. लिखितवती अहं वदामि, महिलाः वयं लिखितवत्यः. गतवान्, वयं गतवन्तः. कृतवान्, चिन्तितवान्, आहूतवान्, खादितवान्, उत्थितवान्. अस्तु. लिखितवती, वयं लिखितवत्यः. गतवती, महिलाः गतवत्यः. पीतवती, पृष्टवती, पृष्टवती. प्रेषितवती, अस्तु. उक्तवान्, उपविष्टवान्, उपविष्टवान्. अहं किम् उक्तवान्? उपविष्टवान्, उपविष्टवान्. वयम् उत्थितवान्, आनीतवान्. दृष्टवती, समीचीनं, भवती अपि वदतु. मिलितवती, क्रीडितवती, क्रीडितवत्यः. पठितवती, समीचीनं. पतितवती, इति अस्ति. प्रेषितवान्, वयं न न न प्रसितवती हाति महिला अत्र प्रसितवन्तः सूचितवान् सूचितवन्तः लिखितवान् वदतु वयं लिखितवान् लिखितवन्तः अस्तु ज्ञातवान् पृष्टवती त्यक्तवती अस्तु सर्वे एकमेकं वाक्यं भूतकाले वदन्तु अनन्तरं समापयामः एकं वाक्यं सर्वे चिन्तयतु एकं वाक्यं गतवान् गतवान् सर्वे इति न पापं त्यक्तवान् अहं गीतां लिखितवान् अस्तु अहं मित्रं मिलितवान् मिलितवती अनन्तरम् अहं रामायणं पठितवती अनन्तरं वाक्यम् अहं गृहं गच्छामि गतवती अहमपि गतवती पुनः वदतु अहं गतवती अनन्तरं अहं देवालयं गतवान् अनन्तरम् अहं नेल्सन् मण्डेला स्मृतवान् स्मृतवान् अस्तु समीचीनं वाक्यं वयं क्रीडितवन्तवान् वयं वयं तर्हि किं भवति क्रीडितवन्तः अहं क्रीडितवान् अहं क्रीडितवती वयं क्रीडितवन्तः पुल्लिङ्गे भवति अत्र न अत्र शतमहिलाः एकः पुरुषः तत्र पुरुषे भवति पुल्लिङ्गे भवति तत्र पुल्लिङ्गे भवति अस्तु सर्वे उक्तवन्तः वा वाक्यं सर्वे उक्तवन्तः नीतवान् अस्तु अस्तु समीचीनं धन्यवादाः नमस्कारः